सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अस्माकं विषयः अस्ति प्रकृतिप्रत्ययः च तयोः समग्रदृष्टिः अस्माभिः तत्र केचन धातुविषये तत्र पूर्वस्मिन् वर्गेषु तत् दृष्टम् अहं चिन्तयामि तत्र माङ् माने इति धातुः इति तावत्पर्यन्तम् अभवत् एतत् समापितं वा माङ् धातुः समाप्तम् अस्तु इदानीं तत्र भू अधिगणस्य बुध् धातुः अस्ति तस्य विषये चिन्तनं कुर्मः अस्माभिः तत्र प्रश्नकारस्य यः प्रथमपुरुष एकवचनान्तरूपम् अस्ति तत्र यः प्रत्ययः अस्ति तत् प्रत्यय आधारीकृत्य तत्र रूप तत्र धातु प्लस् प्रत्ययस्य मेलनेन केन केन सूत्रेण तत्र कार्यं करणीयम् इति अस्माभिः तत्र वक्तव्यम् अपि च तत्र के अत्र अस्मिन् अभ्यासे केचन कृत् प्रत्ययाः सन्ति तुमुन् इति प्रत्ययः अपि च त्वा इति प्रत्ययः अस्ति तुमुन् प्रत्ययान्तरूपम् अपि च त्वा प्रत्ययान्तरूपम् अपि च तत्र एकम् अन्यत् सनादिप्रत्ययः अस्ति निच् सो निजन्तरूपं निजन्तधातुः अनन्तरं निच् तत् निजन्तधातुः अनन्तरं लट्लकारस्य निजन्तप्रथमपुरुष एकवचनान्तरूपम् अपि अस्माभिः तत्र साधनीयम् इदानीं बुद् धातुविषये तत्र चिन्तनं वयं कुर्मः बुद् धातु तत्र धातुपाठे केचन धातवः सन्ति ये हलादि येषाम् आदौ हल्वर्णः अपि च उपधायां ह्रस्व इ ह्रस्व उ अपि च अन्ते तत्र रल् प्रत्याहारस्य वर्णः अस्ति चेत् ते विशिष्टधातवः इत्युक्ते विशिष्ट इति वदामः किमर्थं चेत् तत्र एकं सूत्रं कार्यं करोति सो ये धातवः रलन्तधातवः रल् प्रत्याहारे रल् प्रत्याहारे हय वर इति र आरभ्य हय वर आरभ्य अन्तिम हल् सूत्रं चतुर्दशसूत्रपर्यन्तम् इह लकारः तत्र रल् प्रत्याहारस्य वर्णाः इत्युक्ते व्यञ्जनेषु तत्र यकारं वकारं विहाय सर्वाणि व्यञ्जनानि तत्र रल् प्रत्याहारे सन्ति इत्युक्ते अस्माभिः वयं जानीमः तत्र प्रथमे यदा व्यञ्जनानां विषयः आयाति प्रथमे तत्र हल् प्रत्याहारः हल् प्रत्याहारे सर्वाणि व्यञ्जनानि अनन्तरं वल् प्रत्याहार वल् प्रत्याहारे तत्र यकारं विहाय सर्वाणि व्यञ्जनानि इदानीं तत्र हरल् प्रत्याहारः अपि अस्ति रल् प्रत्याहारे यकारं वकारं विहाय सर्वाणि व्यञ्जनानि सो अतः अत्र भुद् इति धातुविषये एतत् सूत्रं कार्यं करोति सूत्रमस्ति रलो व्यपदात् धलादेः संश्च इति सूत्रं धलादे इत्युक्ते हलादेः तत्र सन्धि भवति एकनिमिष एतत् सूत्रं पठामः अत्र तु न दत्तम् सो बुद् धातुविषये तस्य सूत्रस्य तत्र प्रसक्तिः भवति किमर्थं चेत् यदा वयं बुद् योग त्वा प्रत्ययः कुर्मः बुद् धातु भुवादिगणस्य बुद् धातु सेट् धातु अस्ति सो एतत् सूत्रं रलो व्यपदात् अलादे संश्च इति सूत्रम् स्क्रीन् दृश्यते वा अष्टाध्यायी डाट् काम् आं महोदय अत्र सूत्रम् अस्ति रलो व्यपदात् व्यपदात् हलादेः संश्च, इत्युक्ते हलादेः संश्च, सो हलादिधातु भवेत्। अत्र केचन कण्डिशन् सन्ति, एकं तु धातुः हलादि भवेत्, हलादि इत्युक्ते आदौ तस्य हल् वर्णः भवेत्, अपि च तत्र सः रलन्त् भवेत्, रलः इति यः अस्ति सः रलन्त् भवेत्, अन्ते रल् प्रत्याहारस्य वर्णः भवेत्, इत्युक्ते यकारं वकारं विहाय कोऽपि व्यञ्जनम् अन्ते भवेत्। अनन्तरं वि उपधात् व्यपुधात् इति यः पदमस्ति तत्र सन्धि प्रथमे तत्र वि इति यः अस्ति, वि इति यः भागम् अस्ति, तत्र उ प्लस् इ इति तत्र सन्धि भूत्वा वि इति भवति। अनन्तरं वि प्लस् उपधात् इति यः अस्ति तत्र यन् सन्धि भूत्वा व्यपुधात् इति भवति। उपधायां तत्र वि भवेत्, वि इत्युक्ते इ उ भवेत्। सो तादृशधातुः प्रथमे तु सः धातुः हलादि भवेत्, उपधायां तत्र इकारः उकारः भवेत्, अपि च तत्र सः रलन्त् भवेत्। तस्य धातोः अनन्तरं यदा सन् प्रत्ययः आयाति अथवा क्त्वा प्रत्ययः आयाति, सन् प्रत्ययः अपि इडानुकूलप्रत्ययः, सकारः वल् प्रत्याहारस्य वर्णः, त्वा प्रत्ययः अपि प्रथमवर्णः तकारः, तकारः अपि वल् प्रत्याहारस्य वर्णः, प्रत्ययद्वयं तत्र सेट् इडनुकूलप्रत्ययः। सो अत्र अनेन सूत्रेण किं कार्यमस्ति, अनेन सूत्रेण कार्यं वा अस्ति, प्रथमे तु कार्यं वा अस्ति इत्युक्ते विकल्पेन अस्ति। कार्यं किं, यदा तत्र सेट् धातुः पूर्वे अस्ति, अनन्तरं सन् प्रत्ययः नो चेत् त्वा प्रत्ययः अस्ति, तत्र प्रायशः सामान्यनियमाधारेण तत्र इडागमः भवेत्। आर्धधातुकस्य सेड् वलादेः इति सूत्रेण यदा धातुः अपि सेट् अस्ति, प्रत्ययः अपि सेट् अस्ति, तत्र इडागमः भवति एव, परन्तु अनेन सूत्रेण तत्र इडागमस्य कृते कार्यं वा अस्ति, इत्युक्ते इडागमः अत्र एतादृशस्थित्याम् इडागमस्य तत्र विकल्पः वर्तते। अतः तत्र सर्वदा रूपद्वयं, रूपद्वयस्य सिद्धिः भवति। यदा वयं बुधयोग त्वा कुर्मः, तत्र बुधधातुः हलादि, बकारः हल् वर्णः, धकारः रल् वर्णः, अपि च तत्र उपधायां ह्रस्वकारः अस्ति, अपि च भुवादिगणस्य बुधधातुः षट् धातु। सो यदा वयं बुधयोगत्वा कुर्मः तत्र इडागमः अर्धधातुक् सेड् वलादेः इति सूत्रेण भवति, परन्तु अनेन सूत्रेण इडागमस्य विकल्पः अस्ति। तदेव एतत् सूत्रस्य आशयः, रलो व्यपदात् धलादेः संश्च इति सूत्रेण पूर्वसूत्रात्वा इत्यस्य अनुवृत्तिः, अपि च कित् इति सेट् अपि च वा एतेषां पदानां तत्र अनुवृत्तिः भवति। अतः सूत्रस्य अर्थः किं भवति, हलादि रलन्त् उपधायां व्यपधात् धातोः अनन्तरं तन् अपि च त्वा प्रत्ययः विकल्पेन तत्र सेट् भवति, सन् प्रत्ययः त्वा प्रत्ययः विकल्पेन सेट् इत्युक्ते तत्र विकल्पेन इडागमः भवति। सो यदा वयं बुधयोगत्वा कुर्मः, तत्र किं कीदृशरूपस्य सिद्धिः भवति, का वदति, के के जनाः सन्ति? चेतना भवति बुधयोगत्वा बुध इति धातु अस्ति, तत्र अन्ते अकारः अनुनासिककारः, बुध धातुविषये प्रथमे वदतु भगिनि। बुध अस्ति उपदेशे अजनु अनुनासिक इत्यति सूत्रेण अकारस्य इत् संज्ञा भवति तस्य लोपः भवति बुद् अवशिष्यते कोऽपि चिह्नः नास्ति अतः शेषात् कर्तरी परस्मैपदम् इति सूत्रेण परस्मैपदी अस्ति कोऽपि चिह्नं कुत्र नास्ति इत्संज्ञकः अकारस्य अस्तु अतः अनुदात्तस्वरित कोऽपि नास्ति अतः उदात्त अस्ति अतः शेषात् कर्तरी परस्मैपदम् इति सूत्रेण परस्मैपदी धातुः अस्ति इदानीं त्वा त्वा अपि च इदानीं तु पदव्यवस्थाविषये अभवत् इदानीं इड्वव्यवस्था आम् एकाच् अस्ति बुद्ध धातुः एकाच् अस्ति अतः एकाचः उपदेशे अनुदातात् इति सूत्रेण स्वरः अवशिष्टस्वरस्य चिह्नम् अपि द्रष्टव्यम् अवशिष्टस्वरः कः उदात्त अस्ति उकारः आम् उपधायाः उकारः अवशिष्टस्वरः अवशिष्टस्वरेण इड् व्यवस्था अनुबन्धस्वरेण पदव्यवस्था अवशिष्टस्वरस्य कृते अपि कोऽपि चिह्नं तत्र न दृश्यते इत्युक्ते अनुदात् चिह्नं नास्ति नास्ति सूत्रे तु केवलम् अनुदातात् एव उक्तम् एका च उपदेशे अनुदातात् न इट् अनुदातात् अनुदात् स्वरः नास्ति अवशिष्टस्वरः अतः अनित् नास्ति अतः सेट् अस्ति अतः अत्र बुद्धधातुविषये इड् इडागमस्य निषेधः नास्ति अतः धातु सेट् एव इदानीं त्वा प्रत्ययः लशक्व तद्धिते इति सूत्रेण ककारस्य इत् भवति तस्य लोपः इत्यनेन लोपः भवति त्वा अवशिष्यते तकारः आर्धधातुकसेट् वलादेः अपि च नेग् वशीकृति इति सूत्रेण तकारः वश् न वश् अस्ति वश् नास्ति वश् वश् नास्ति आम् अतः सेट् प्रत्ययः अस्ति द्वयोः बुद्ध अपि च त्वा द्वयोः ऐ मीन् द्वौ अपि सेट् अस्ति अतः इडनुकूलः इत्युक्ते बुद्धयोगत्वा इत्युक्ते अनेन केवलम् एतदेव चिन्तनं कुर्मः चेत् तत्र रूपसिद्धिः भवति बुद्धविषये गुणस्य प्रसक्तिः अस्ति वा आम् अस्ति पुगन्तलघुपदस्य पुगन्तलघुपदस्य च इति सूत्रेण परन्तु ई मध्ये न परन्तु प्रत्ययः कीदृशः प्रत्ययः अर्धधातुकः अस्ति परन्तु कित् अस्ति अतः किणिति च इति सूत्रेण गुणनिषेधः अस्ति अतः बुद् बुद् एव तिष्ठति भवति चेत् किं भवति इड् आगमः भवति अतः बुद् योग ई योग त्वा भवति इदानीम् ई ई आर्धधातुकप्रत्यय अस्ति इति आगमः आगमः आमाम् लास्ट् टैम् अपि आगमः अस्ति. अतः बुद्धयोग ईयोगत्वा वर्णमेलनमेव बुद्धित्वा इति रूपम्. परन्तु वयं जानीमः लोके बोधित्वा अपि अस्ति. द्वयोः रूपं दत्तम् अष्टाध्यायी मध्ये महोदय. बोधित्वा अपि बुद्धित्वा अपि. परन्तु महोदय एकः संशयः अस्ति. ई मध्ये आयाति खलु बुद्धयोग ई योगत्वा अत्र शृणोतु भगिनि, मया तत्र विपरीतरीत्या उक्तम्. अत्र अनेन सूत्रेण रलो व्यपदात् हलादेः संशय इति सूत्रेण कित्वस्य विकल्पः अस्ति, न तु सेड् इकारस्य इडागमस्य विकल्पः. अत्र कित्वस्य अत्र कित् इति अनुवर्तते न. सो अत्र यत्र बेसिकलि अत्र व्यपदा इति व्यपुधात् उपधायां यः इ उ अस्ति तत्र यदा तत्र त्वाप्रत्ययः अस्ति तत्र प्रायशः तत्र इकार उकारस्य गुणः न भवति. अनेन सूत्रेण तत्र त्वाप्रत्यय विकल्पेन कित् भवति. अत्र कित् इति अनुवर्त अत्र कार्यमस्ति त्वाप्रत्ययः विकल्पेन कित् न तु इडागमस्ति विषयः. इत्युक्ते यदा तत्र बुद्धयोगत्वा कुर्मः एतत् सूत्रम् आगत्य तत्र प्रसक्तः भवति. सो अत्र किनिति च इति सूत्रं बाधित्वा रलो व्यपदात् धलादेः संश्च इति सूत्रेण तत्र तादृशधातुः अनन्तरं यदा त्वाप्रत्ययः योजयामः तत्र त्वाप्रत्ययः विकल्पेन कित् भवति. कित् इत्युक्ते तत्र कित्वस्य विकल्पः अस्ति. अतः तत्र बुद्बोध भवति. अनेन सूत्रेण स्वाप्रत्ययनिमित्तीकृत्य गुणः भवति. एकं रूपम् अस्ति बुधित्वा. यत्र यत्र गुणः न भवति तत्र रूपम् अस्ति बुधित्वा. इडागमः तु भवति एव, परन्तु कित्वस्य विकल्पः. कित्वस्य विकल्पः इत्युक्ते इदानीं कित्वस्य विकल्पः अस्ति चेत् इत्युक्ते अत्र कित्वं वयं न स्वीकुर्मः चेत् तत्र बुद्बोध भवति, इडागमः तु भवति एव. सो अनेन सूत्रेण यत् कार्यमस्ति तत्र इडागमस्य विकल्पः नास्ति, कित्वस्य विकल्पः अस्ति. तत्र कित्वस्य कृते अतः अत्र रूपद्वयस्य सिद्धिः. बोधित्वा अपि रूपं गुणं तत्र भवति, बुद्बोध भवति यदा त्वाप्रत्ययः आयाति. किमर्थं चेत् अनेन सूत्रेण कार्यमस्ति. रलो व्यपदा धलादेः इति सूत्रेण त्वाप्रत्यय विकल्पेन कित् भवति. अतः यदा कित् भवति चेत् तत्र बुधित्वा इति रूपं, यदा कित् न भवति चेत् तत्र बोधित्वा इति रूपम्. अतः कित् एव अस्ति खलु. आम्, सो अत्र लिखितम् अतिदेशसूत्रम्. अनेन सूत्रेण त्वाप्रत्ययस्य विकल्पः अस्ति. सम्पूर्णतया त्वाप्रत्ययः एतेषां धातोः अनन्तरं कित्वः न त्यजति, परन्तु विकल्पेन त्यजति. इत्युक्ते रूपद्वयस्य सिद्धिः भवति. त्वाप्रत्ययः तु मूले कित् अस्ति. अनेन सूत्रेण अतिदेशसूत्रेण सह त्वाप्रत्ययः विकल्पेन कित् भवति, विकल्पेन कित्वम् अस्ति. अतः सर्वत्र रूपद्वयस्य सिद्धिः. तादृशधातुः पूर्वे अस्ति त्वाप्रत्ययस्य पूर्वे इति रलो व्यपदात् हलादेः संश्च. सो अनेन सूत्रेण कित्वस्य विकल्पः, न तु इडागमस्य विकल्पः. गुणकार्यं करणीयं वा प्रथमम् इडागमकार्यं करणीयं वा? मम इच्छा अस्ति न, सी एव्री टैम् ऐ केन् नाट् मेक् टु मम इच्छा अस्ति चेत् ऐ विल् नाट् मेक् बिकास् अत्र कार्यं विकल्पेन स्कित्वस्य निषेधः सो रूपद्वयमपि साधुरूपं कोऽपि भुधित्वा तत्र तादृश तस्य सिद्धिः करोति चेत् तदपि साधु किमर्थं चेत् अत्र वा इति कार्यमस्ति यदि वा न आसीत् तदा एकमेव रूपं बोधित्वा एव रूपं परन्तु कार्यं वा अस्ति चेत् यदि मया तत्र गुणः न कुर्मः चेत् तत् रूपमपि साधु बुधित्वा रूपमपि साधु बोधित्वा अपि रूपं कोऽपि बोधित्वा वदति चेत् इफ् ऐ हेव् मेड् बुधित्वा ऐ विल् फील् देट् दिस् इस् राङ्ग् बट् तथा नास्ति कार्यं वा अस्ति बुधित्वा अपि साधुरूपं बोधित्वा अपि साधुरूपम् प्रथमे इडाकमः कुर्मः चेत् गुणः भवति खलु न मध्ये आयाति आगमः अस्ति आमां प्रत्ययः नास्ति सो इकार तत्र कित्वं तु न निषिध्यते न एतत् सूत्रम् अस्ति रलो व्यपदात् सो अनेन सूत्रेण प्रत्ययः विकल्पेन सेट् भवति अस्तु तथैव अस्ति लिखदातु लिखदातु विषये अपि यदा तत्र लिखयोग त्वा कुर्मः तत्र एव समानरूपम् अस्ति अतः लिखित्वा अपि च लिखित्वा द्वयोः द्वयमपि साधु द्वौ लिखित्वा वदति चेत् तदपि साधु लेखित्वा केवलं त्वाप्रत्ययविषये त्वाप्रत्ययविषये अत्र पूर्वसूत्रात् त्वा इति प्रत्ययस्य अनुवृत्तिः भवति इदानीं तत्र बुद्धयोग लट्लकारस्य रूपं विषये तत्र पठामः एतत् सूत्रस्य विषये अवगतं वा भगिनि अत्र विकल्पेन कित्वम् अस्ति सन् किमर्थम् अस्ति महोदय सन् च सनादि अपि वा मया अपि तदेव दृष्टमत्र सनादिविषये तत्र यदा द्वित्वं भवति सन् प्रत्ययः संयङ्गोः इति सूत्रेण द्वित्वं भवति न अत्र केचन उदाहरणानि दत्तानि सन् विषये मेबि तत्र भिन्नरूपम् अस्ति तन् विषये किमर्थं कित्वस्य निषेधः इति तत्र द्रष्टव्यं भगिनि सन् विषये किमर्थं सन् उक्तं परन्तु सूत्रे सन् अपि उक्तं सो न केवलं त्वा विषये तु साक्षात् कित्वम् अस्ति सन् विषये कित्वं न दृश्यते अत्र कोऽपि कित्वं नास्ति परन्तु मेबि भिन्नसूत्रेण तत्र कित्वस्य कित्वम् अध्यारोपिते तस्य विषये तत्र विकल्पः दत्तम् अत्र तु उदाहरणानि अत्र त्वा विषये एव योचित्वा वर्तित्वा तन् विषये तत्र द्रष्टव्यं भगिनि इदानीं तत्र बुध धातुः प्रथमपुरुष एकवचनान्तरूप भवती एव वदतु वक्तुमिच्छति वा महोदय नमस्कारः नमस्ते महोदय ओके धातु बुद्ध अस्ति लौकिकरूपं परस्मैपदे अस्ति ईडानुकूल अस्ति पर टिप् लट् विवक्षा अस्ति लट् लकार प्रथम पुरुष एकवचनरूपं सो लट् बुद् योग लट् देन् उपदेशे आचरणनासिक् लट् लण्ट् अस्ति न तो उपदेशे अनुनासिक अकार अनुनासिक अकारस्य इति भवति हलन्त्यम् इत्यनेन तकारस्य इति भवति द्वयोः लोपः भवति सो ल बुद्योग ल बुद्योग ल लश्च देन् तिप् तिप्तस् जि सिप्थस् मिप् मस् वाट्स् इट् मिप् वस् मस् मिप् वस् मस् ता ओके ता आतां झ थां ध्वम् इड् वहिं वहि महिङ् महिङ् सो तिप् आयाति ओके तिप् आयाति देन् पकारस्य हलन्त्यम् इत्यनेन यत् भवति तस्य लोपः सो ति बुद् योग ति then t is ting pratyaha atah tingshit sarudhatukam nena sarudhatukam sangya praapnoti so then so kartari shap सार्वधातुके सो शप् मध्ये आयाति बुद् योग शप् बुद् योग शप् योगति देन् शप् लशक् तदिते एवं च हलन्त्यं शकारस्य पकारस्य इति भवति द्वयोः लोपः तस्य लोपः इत्यनेन लोपः भवति अकार एव अवशिष्यते सो बुद् योग अयोग ति ओके सो ति अकार शप् शित् अस्ति अतः सार्वधातुक प्रत्ययः अस्ति सार्वधातुकार्धधातुकयोः तेन गुणप्रसङ्गः अस्ति सो बुद् ओके बुद् उपदायां इक् वर्णः अस्ति तस्य गुण भवति सो उकारस्य ओकारः भवति सो बुद् बोध भवति बोध योग अयोग ति बोध योग ति ओके इगन्त बोध इगन्त न अस्ति उपदायां लघु इक वर्ण न अस्ति अतः गुरुप्रसङ्गः न अस्ति अतः बोधति रूपं दृश्यते अत्र बोधति इति रूपं लट्लकारस्य एकवचनस्य रूपं बोधति बोधति बोधतः बोधन्ति अत्र शप् प्रत्ययः भुवादिगणे शप् प्रत्ययः अस्ति अतः अत्र सर्वत्र गुणः भवति इत्युक्ते शप् प्रत्ययः मध्ये सर्वत्र आयाति सो बोध बोध इति अङ्गम् अत्र सर्वेषु लट्लकारे ये प्रत्ययाः सन्ति तिप्तस् जीसिप्थस्थम्यपस्मस्तत्र तु तिङ्प्रत्ययेषु प्रत्ययत्रयमेव सार्वधातु पित् तिप् सिप् मिप् अन्ये सर्वे प्रत्ययाः षट् प्रत्ययाः तत्र सार्वधातुक् अपित् प्रत्ययः परन्तु अत्र शप् कारणेन सर्वत्र गुणः भवति सर्वत्र शप् आयाति अतः तिवादयस्य कृते ये तिवादयाः सन्ति तिप् तिप्तस् जि सिप्थस्थमिपस्मस् तेषां कृते तु अत्र भोध इति अङ्गमस्ति अदन्त अङ्गमस्ति शप् प्रत्ययस्य अकारः योजयामः चेत् सर्वदा तथैव चिन्तनीयम् प्रथमप्रत्ययस्य अत्र प्रत्ययद्वयं बुद् योग शप् योग तिप् नो चेत् तस् नो चेत् झी नो चेत् तत्र सिप् एते सर्वे अनन्तरं नव तिप् तिबादयः परन्तु सर्वत्र शप् आयाति अतः तत्र अङ्गं कीदृश अङ्गं भवति अत्र बोध इति अङ्गं भवति अदन्त अङ्गं भवति अदन्ताङ्गं भवति चेत् तत्र किमपि गुणकार्यस्य कोऽपि प्रसङ्गः एव नास्ति सो तिवादयनिमित्तीकृत्य तत्र तु तिवादयस्य केवलं मेलनं भवति यः अङ्गं निष्पद्यते तस्य अनन्तरम् अस्माभिः तत्र केवलं तिवादयः ये तेषां सिद्धरूपम् अस्ति यथा तिप् प्रत्यये तु ति एव सिद्धरूपं तस् प्रत्यये तु तत्र तः इति रूपं सिद्धरूपम् अस्ति किमर्थं चेत् तत्र सकारस्य ससजुहुरुः अनन्तरं तत्र रेफस्य तत्र विसर्गादेशः भवति खरावसानुविसर्जनीय इति सूत्रेण सो अतः अत्र बोध इति अङ्गमस्ति बोधति बोधतः बोधन्ति अनन्तरं बोधसि बोधथ बोधथ अनन्तरं तत्र रूपाणि सो बुद् धातु लट् लकारस्य एतानि रूपाणि भवन्ति अस्तु इदानीं निजन्तरूपं निजन्तरूपस्य विषये का वदति चेतना भगिनी भवती वदतु अहं वदामि वा सिद्धमस्ति वा भगिनि वदतु भगिनि बुद् निजन्त इकार निच्छप्रत्ययस्य इकार आगच्छति बुद्ध गुणं भूत्वा पुगन्तलघुपदस्य इति गुणं भूत्वा बोध् इति भवति बोध् अत्र बोध् अधिक इ अधिक इ इति भवति बोध् इ बोधय अया कथम् अकारपरे इकार बोधि इति भवति बोधि अधिक बोधि ईकारस्य एकारः भवति एकारः भूत्वा एकारात् परे इकारः आगच्छति निच् प्रत्ययस्य अया इति आगच्छति बोधया इति भवति तिङ्प्रत्ययस्य योजनेन बोधयति इति भवति इत्युक्ते अत्र यदा वयं निच् योजयामः तत्र बोधि इति भवति बोधि इति सो वि बोधि इति नूतनधातुः अतिदेशिकधातुः किमर्थं चेत् निच् प्रत्ययः सनाजिप्रत्ययः इदानीं बोधिविषये पुनः धातुसंज्ञा अस्ति सो वि हेव् प्रिपेर्ड् अ धातु नौ by adding the nich pratyaya we have also prepared a new dhatu bodhi iti nutana dhatu atidesha dhatu so idanim dhatu asti chet idanim vayam tatra vartamane lat iti sutrena tatra yat kimapi yasya krite yasya shabda samuhasya krite dhatu sangya asti tasya anantaram vayam vartamane lat iti sutrena lat pratyaya yojayatum shaknumah tatra condition sarve ye येषां यः शब्दसमूहः निष्पद्यते तस्य अनन्तरं वयं लट् योजयामः वा न योजयामः तत्र निमित्तानि पूरितानि वा तदपि द्रष्टव्यं बोधि इति धातु अस्ति धातुसंज्ञा प्राप्नोति सनाद्यन्तः धातवः इति सूत्रेण एते सर्वे सनादिप्रत्ययः येषाम् अन्ते विधीयन्ते तेषां कृते पुनः धातुसंज्ञा दीयते तत्र ग्रन्थे, अतः वयं लट् योजयामः। अनन्तरं समान प्रक्रिया अस्ति, लट् लकारः इदानीं धातुः, इदानीं कोऽपि विशिष्ट, इदानीम् अतिदेशधातुः अस्ति चेत् तत्र घनचिन्तनं न करणीयं, कस्य घनस्य धातुः इति न चिन्तनीयं, तत्र औत्सर्गिकसूत्रेण एव सर्वत्र शप् मध्ये आयाति। कर्तरि शप् इति सूत्रे किमपि घनस्य उल्लेखः नास्ति, तत्र वदति कस्यचित् धातु यस्य कृते धातुसंज्ञा अस्ति तस्य अनन्तरं कोऽपि सार्वधातुप्रत्ययः अस्ति चेत्, कर्तर्थक् सार्वधातुप्रत्ययः अस्ति चेत् तत्र सर्वत्र शप् प्रत्ययः मध्ये आगन्तुं शक्यते। सो बोधि अपि धातुः अस्ति, तस्य परे सार्वधातुपित् प्रत्ययः अस्ति, सार्वधातुप्रत्ययः कर्तर्थक् सार्वधातुप्रत्ययः अस्ति, अतः ये सर्वे आतिदेशिकधातवः सन्ति तत्र सर्वत्र शप् एव आगन्तुं शक्यते, तत्र घनचिन्तनं न करणीयम्। सो अनन्तरं शप् प्रत्ययनिमित्त कृते यथा भवती उक्तवती तत्र बोधे भवति, अनन्तरम् अय अपि भवति। सो गुणः तु पूर्वे एव अभवत् निच् प्रत्ययनिमित्त कृत्य, सो बोधेव बोधि इति धातुः अस्ति इदानीं, सो बोधयति इति तत्र लट् निजन्त लट् लकारस्य रूपं, बोधयति इति निजन्तरूपम्। अस्तु, यदा वयं नियोजयामः हेतुमति चेत् सूत्रेण तत्र नूतनधातुः इति निष्पद्यते। इदानीं सः उपदेशिकधातुः नास्ति, इदानीं सः आतिदेशिकधातुः। अस्तु, इदानीं तुमुनन्तरूपं चेतना भगिनी वदति वा भगिनि? बुद्ध्योग तुम् द्वयोः से तुमुन् तुमुन् अस्ति, हलन्त्यम् इति सूत्रेण नकारस्य इत्संज्ञा तस्य लोपः भवति, उकारः उच्चारणार्थम् अतः तुम् अवशिष्यते, तुम् अपि सेट् अस्ति, बुद् अपि सेट् अस्ति, अतः तकारः ने वशीकृति इति सूत्रेण सेट् भवति। किं किं पुनः वदतु? नेड् आर्धधातुकस्येड् वलादेः अपि च नेड् वशीकृति इत्युक्ते तुमुन् प्रत्ययः वलादि अस्ति परन्तु वशादि नास्ति क्रीडागमः भवति। तुमुनापि षट् क्रीडागमस्य चिन्तनं न करणीयं, प्रथमे गुणस्य चिन्तनं करणीयम्। ओ अस्तु, इत्युक्ते तुम् आर्धधातुक सामान्य आर्धधातुकप्रत्ययः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रेण बुद् बोध् भवति, बोध्योग तुम् भवति। इदानीम् इडागमः इडागमस्य प्रसक्तिः अस्ति, अतः बोध् योग इ योग तुम् वर्णमेलनेन बोधितुम् इडागमः प्रत्ययस्य आगमः because it says ardhadhatu kasya id so yaha pratyah tasya krite ida tasya avayavah bhavati agamah ikara so itum bhavati anantaram gunaham anantaram kimapi nasti bodhitum iti rupam varnamelanena तु अन्तरूपं विषये अस्माभिः चिन्तनं कृतं। प्रश्नं करोमि, वदतु। अत्र प्रत्ययः सेट् अस्ति, इकारः आयाति, सेट् अस्ति तावदेव न, धातु अपि सेट् अस्ति. हा धातु अपि सेट् अस्ति, अतः बुद् योगा इ योगा तुम्. सो इतुम् इतुं प्रत्ययः इतुं भवति. नौ आफ्टर् देट् प्रत्ययः तुम् अस्ति, तुम् तुमुन् आर्धधातुक् प्रत्ययः अस्ति, अतः आर्धधातुक् कोडि कालिट् सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च सार्वधातुकार्धयोः फस्ट् देट् देन् पुगन्तलघुपदस्य च इत्यनेन बिकास् आफ् देट् बिकास् आफ् द प्रत्यय सो दि ikara becomes a part of the pratyaya and the pratyaya takes that form then right am I right or there's something wrong in yada agamah bhavati kutrachit dhatu agamah asti kutrachit pratyagamah asti agamah agami ityasya avayavah bhavati so atra vayam janimah it iti yah agamah asti saha to pratyasya krite asti atah itum iti pratyah bhavati idanim prashnah kah prathme asmabhi tatra ardha dhatu pratyah pare asti bud ityasya krite tum iti pratyah asti. No, my question was that bud the gun occurs because of the pratyaya not because of the ikara coming there so because ikara becomes part of the tumun pratyaya so itum so it is integral part of tumun pratyaya now therefore because of the pratyaya pugantalagupadasy can take effect and bud becomes bod right or wrong tumun pratyaya tumun pratyaha ardha dhatu krit pratyaha ardha dhatu krit pratyaha asti atra etat samanya atra kitvam nasti nitvam nasti gunasya visaye yada ardha dhatu pratyaha asti tada asmabhi kim drishtavyam atatra drishtavyam अत्र कोऽपि कित्वं तु नास्ति नित्वं तु नास्ति किमर्थं चेत् तत्र किनिति च सूत्रेण तत्र बाधा भवति गुणस्य कृते तुमुन् प्रत्ययः तादृश कोऽपि संज्ञकवर्णः एव नास्ति अतः तुमुन् प्रत्ययः सामान्य अर्धधातुप्रत्ययः सामान्य अर्धधातुप्रत्ययः अस्ति चेत् अस्माभिः प्रथमं तत्र अङ्गकार्यं करणीयं सो पुगन्तलघुपदस्य च तुमुन् इति निमित्तीकृत्य तत्र बुद्बोध भवति अनन्तरं तुमुन् प्रत्ययः इडनुकूलः अस्ति अपि च अर्धधातुक अस्ति तस्य इडागमः अपि भवति सो इट् बिकम्स् बोधयोग ई योगतुम् अनन्तरं किमपि कार्यं न अत्र अवशिष्यते अतः बोधितुम् इति रूपम् अस्तु अस्तु धन्यवादः प्रथमे गुणकार्यं if we do confusion nasti kadi karyam karyam anantaram agamah idanim tatra swa pratyah abhavat nijantavi abhavat so idanim tatra budh dhatu visaye idanim likh dhatu api tathev asti atah tatra tatra api upadayam rasvikarah asti haladi asti ante अराल् प्रत्याहारस्य वर्णः सो यदा अत्रापि इदानीं वदतु भगिनि लिख् योग त्वा कुर्मः चेत् तत्र केन सूत्रेण कार्यमस्ति प्रथमे तत्र लिख् धातु विषये वदतु लिख मूलरूपमस्ति अकारस्य इत्सन् अकारस्य लोपः भवति अनन्तरं लोपः लोपः भवति अत्रापि कोऽपि चिह्नः नास्ति ककारस्य कोऽपि चिह्नः नास्ति अकारस्य, अतः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी धातुः अस्ति. लिक् भवति, अवशिष्यस्वरः इकारः अस्ति, अनुदात्तात् नास्ति, अतः एकाच उपदेशे अनुदात्तात् इति सूत्रेण सेट् भवति. अतः लिक् धातु सेट् अस्ति, परस्मैपदी धातुः अस्ति. इदानीं वर्तमाने लट् इति ऐम् सोरि क्वा त्वा खलु त्वा लशक्व तद्धिते तस्य लोपः इति सूत्रेण ककारस्य इत् भवति, त्वा अवशिष्यते. त्वा आर्धधातुक कित् प्रत्ययः सूत्रं न उक्तं. सो यदा तत्र एकम् अतिदेशसूत्रमस्ति न त्वा सेट् एकनिमिषः भगिनि भिन्न शेर् करोमि तत्र तत्र एकं सूत्रमस्ति तस्य कृते एव रलो व्यपदात् हलादेः संश्च इति सूत्रं विकल्पेन कार्यं करोति. वन् सेकेण्ड् भगिनि. सो एतत् एकं सूत्रमस्ति अष्टाध्यायीग्रन्थे, यदा तत्र त्वाप्रत्ययः सर्वत्र यत्र यत्र वयं त्वाप्रत्ययः योजयामः तत्र कित्वस्य निषेधः अस्ति. परन्तु यदा कित्वस्य निषेधः कुत्र अस्ति, एकं सूत्रम् अस्ति न त्वा सेट् प्रथमे अस्ति महोदय. न त्वा तत् अस्ति अतिदेशसूत्रं सि 1.2.18. वी हेव् सीन् देट् सार्वधातुकम् अपि तपि अतिदेशसूत्रमस्ति न, तस्मिन् एव प्रकरणे एतानि सर्वाणि अतिदेशसूत्राणि दत्तानि. अस्माकं पुस्तकं पश्यन्ति सूत्रपाठः इति पुस्तके पाणिनि सूत्रपाठ इति पुस्तके तत्र 1.2.16 आरभ्य प्रथम अध्याये द्वितीयपादे तस्य शीर्षक अस्ति अकित्वातिदेशः इति अतिदेशप्रकरणम् अतिदेशप्रकरणम् अस्ति तत्र 1.2.1 आरभ्य तत्र अतिदेशप्रकरणम् अस्ति. तत्र अरौण्ड् 26 सूत्राणि सन्ति अस्मिन् प्रकरणे, तत्र प्रायशः अतिदेशसूत्राणि दत्तानि. 1. अत्र लिखितम्, अत्र पुस्तकं पश्यतु पेज् नम्बर् 39 मध्ये तत्र लिखितं 1.2.1 सूत्रारभ्य 1.2.26 इति अन्तम् तत्पर्यन्तं तत्र अतिदेशप्रकरणम् अस्ति. तस्मिन् प्रकरणे एव रलो व्यब्दात् हलादेः संश्च इति सूत्रमपि अत्र एव अस्ति, सार्वधातुकमपि तपि अत्र अस्ति. सो एतत् सूत्रमपि अस्मिन् प्रकरणे अस्ति न त्वा सेट्. अनेन सूत्रेण किं भवति, यदा वयं सेट् यः सेट् धातु अस्ति यथा लिख् बुद्ध, यदा सेट् धातु अस्ति तस्य अनन्तरं वयं त्वाप्रत्यय योजयामः तत्र कित्वस्य निषेधः अस्ति. सो यदि तत्र अन्ते कोऽपि इक् वर्णः अस्ति अथवा उपधायां रस्व इ ऊरु अस्ति चेत् अनेन सूत्रेण तत्र त्वाप्रत्ययः कित्वस्य निषेधः अस्ति इति अतिदेशसूत्रम्. यद्यपि धातुः साक्षात् कित् अस्ति त्वाप्रत्ययः, परन्तु अनेन अतिदेशसूत्रेण तत्र सेट् धातु अनन्तरं तस्य कित्वस्य निषेधः अतिदेशसूत्रेण कृतं सो तत्र कित्वं कार्यं न करोति तत्र यद्यपि कित् अस्ति तथापि तत्र कित्वस्य कार्यं तत्र निषिध्यते अनेन सूत्रेण नत्वा सेट् यदा तत्र परन्तु धातु सेट् भवेत् इडादुङ्गुलः भवेत् तादृशधातुः अनन्तरं त्वाप्रत्ययः अनेन सूत्रेण कित्वंसि निषेधः परन्तु अनन्तरम् एकम् अन्यत् सूत्रम् अस्ति अत्र 1.1.18 रलो व्यपदात् इति तस्य सङ्ख्या किम् कुत्र अस्ति रलो व्यपदात् 26 सो अनेन रलो व्यपदात् इति सूत्रेण अत्र तु किमपि न उक्तम् उपधायाम् इ भवेत् वा उ भवेत् वा तत्र ऋकारस्य अपि उपधायां ह्रस्वऋकारः अस्ति चेत् तस्यापि गुणः भवति सो अत्र वदति न त्वा सेट् इत्युक्ते अन्ते कोऽपि यदि तादृश सेट् धातुः यस्य अन्ते इकवर्णः तस्यापि गुणः भवति वयं जानीमः परन्तु यदा त्वा प्रत्ययः आयाति तत्र तु किमिति च इति सूत्रम् आगत्य कार्यं करोति परन्तु अनेन अतिदेशसूत्रेण तत्र अपि गुणः भवितुं शक्नोति अनन्तरम् एकं विशिष्टसूत्रम् अस्मिन् प्रकरणे एव दत्तं रलो व्यपदात् हलादेः संश्च सो रलो व्यपदात् इत्युक्ते तादृश सेट् धातुः प्लस् त्वा प्रत्ययः सः सेट् धातु कथं भवेत् हलादि भवेत् रलन्त् भवेत् उपधायां केवलम् इ उ भवेत् ऋकारस्य विषये कोऽपि निर्देशः तस्मिन् सूत्रे नास्ति सो व्यपदा इत्यनेन वि उपदा इत्यनेन इ उ उपदा सो तत्र विकल्पेन कित्वस्य कित्वं निषिध्यते अतः तादृशधातुविषये रूपद्वयम् परन्तु ये अन्यत् सेट् धातवः सन्ति तत्र ये यदा वयं त्वा प्रत्ययः योजयामः तत्र तु तत्र अनेन सूत्रेण न त्वा सेट् इति सूत्रेण तत्र कित्वस्य निषेधः अस्ति इति अतिदेशसूत्रम् अस्य सूत्रस्य कृते एव तत् रलो व्यपदात् हलादेः संशय इति सूत्रम् अपवादरूपेण कार्यं करोति इति अपवाद् द्वयोः मध्ये तत्र अपवाद् सम्बन्धः किमर्थं चेत् न त्वा सेट् इति सूत्रं सर्वत्र कार्यं करोति ये सर्वे सेट् धातवः सन्ति तत्र एतत् सूत्रं कार्यं कर्तुं शक्यते परन्तु रलो व्यपदात् हलादेः संशय तु केवलं विशिष्टधातुविषये एव अस्ति रलन्त् भवेत् हलादि भवेत् उपधायाम् इ उ भवेत् तदा एव त्वाप्रत्ययः विकल्पेन सेट् भवति इत्युक्ते यदा कोऽपि सेट् धातुः अस्ति अनेन सूत्रेण अतिदेशसूत्रेण तु तत्र कित्वस्य निषेधः अस्ति कित्वस्य कित्वनिषेधकसूत्रम् अत्र लिखितं वा आम् कित्व अतिदेशः प्रथमे तत्र नित्व अतिदेशः नित्वम् अध्यारोपिते सार्वधातुकम् अपीत् इति सूत्रे पुस्तकं पश्यामः चेत् अनन्तरं यः नत्वा सेट् इति यः सूत्रम् अपि च रलो व्यपदात् सः कस्मिन् प्रकरणे अस्ति अकित्व अतिदेशः सो अत्र नत्वा इति न कित् इत्युक्ते न कित् इत्युक्ते अकित् सो अत्र अकित् अतिदेशः अस्ति अस्मिन् प्रकरणे एतत् नत्वा सेट् अपि च रलो व्यपदात् सो वेनेवर् वी आर् यूसिङ्ग् द त्वा प्रत्ययः अस्माभिः तत्र पूर्वे द्रष्टव्यम् एतत् धातु सेट् वा अनिट् वा सेट् अस्ति चेत् तत्र गुणः प्रायशः भवितुं शक्नोति इति एतत् सूत्रं वदति नत्वा सेट् सो नत्वा सेट् इति सूत्रे कित् सो तत्र कित्वं नास्ति इदानीं तत्र लिख् धातु अपि सेट् धातु अनन्तरं त्वा प्रत्ययः कुर्मः चेत् प्रथमे मनसि किम् आयाति अतिदेशसूत्रम् ओ न त्वा सेट् न त्वा सेट् इति सूत्रेण लिख् लेख् भवेत् यदा त्वा अस्ति परन्तु अनन्तरम् एकम् अन्यत् सूत्रं मया पठितं रलो व्यपदात् हलादेः संश्च अतः रूपद्वयस्य सिद्धिः भवितुं शक्नोति इदानीं वदतु भगिनि लिख् योग त्वा लिख् योग त्वा नक्त्वा सेत् इति सूत्रेण गुणनिषेधः नास्ति खलु कित्वस्य निषेधः कित्वस्य निषेधः अस्ति चेत् कित्वस्य निषेधः कित्वस्य निषेधः अस्ति चेत् किणितस्य सूत्रं न आगन्तुं शक्यते तत् सूत्रं न आगन्तुं शक्यते अतः लिक् लिक् एव न लिक् लेक् भवति न अत्र प्रसक्तिः एकत्र अस्ति लिह्योगत्वा इति स्थित्याम् अस्मिन् दशायां तत्र न केवलं नत्वा सेट् इति सूत्रस्य प्रसक्तिः अत्र एकमान्यसूत्रस्य प्रसक्तिः भवति रलोव्यब्दाफलादेशांश्च तत् सूत्रमपि आगति इदानीं तत्र बलावलचिन्तनं करणीयम् द्वयोः सूत्रयोः मध्ये कः बलवत् अस्ति अपात् सूत्रं बलवत् अस्ति अपात् सूत्रं किम् रलो व्यपदाफलादिः संस्कृते अपवात् सूत्रं बिकास् तस्य कृते कार्यक्षेत्रं सीमितमस्ति सीमितकार्यक्षेत्रमस्ति न तु सेट् इत्यस्य कृते तु बृहद् कार्यक्षेत्रमस्ति भगिनि क्षम्यताम् कक्षा गुरुवारस्य कक्षा वा सोमवारस्य कक्षा एव वा सोमवारस्य कक्षा अस्ति परन्तु वयम् अपवादसूत्रविषये जानीमः केचन वयं न पठितवन्तः तदेव गुरुवारस्य कक्षा इव भासते मम सत्यं मया अपि तत्र तादृशचिन्तनं कृतं परन्तु अपवादसूत्रं विषये वयं जानीमः अत्र अस्यां दशायां सूत्रद्वयस्य प्रसक्तिः एकत्र अस्ति कः सूत्रं बलवत् भवति इति अस्माभिः चिन्तनं करणीयम् अपवादसूत्रं विषये वयं जानीमः यस्य कार्यक्षेत्रं लघु अस्ति तद् अपवादसूत्रं यस्य कार्यक्षेत्रं बृहद् अस्ति तत् उत्सर्गसूत्रम् सो उत्सर्ग अपि च अपवाद् मध्ये यदा यदा तत्र सङ्घर्षः भवति तत्र अपवादसूत्रमेव बलवत् अस्ति सर्वत्र अपवादसूत्रमेव बलवत् अस्ति अतः अत्र रलो व्यब्दाफलादेः संश्च इति सूत्रस्य कार्यं न तु न त्वा सेट् इति सूत्रस्य कार्यम् अतः किं भवति इदानीं वदतु अतः एकपक्षे गुणः भवति एकपक्षे गुणः न भवति अतः पुगन्तलघुपदस्य च इति सूत्रेण लिक् लेक् भवति अपि च लिक् लिक् एव तिष्ठति तदनन्तरम् इडागमस्य चिन्तनं करणीयम् आर्द्रधातुकस्य बलादेः अपि च नेड्वशीकृति इति सूत्रेण त्वा प्रत्ययः सेट् अस्ति अतः इडागमः भवति लिक् योग इ योग त्वा भवति अतः लिख लिखित्वा इति रूपं गुणकार्यं कृत्वा लेक् भवति चेत् लेक् लेखित्वा इति रूपं द्वयं रूपमपि साधुरूपं लिखित्वा लेखित्वा अपि साधु लिखित्वा सर्वदा लेखित्वा एव उपयोगं लिखित्वा अपि साधुरूपम् अत्र यदा वयं त्वा प्रत्ययः योजयामः इत्युक्ते तत्र रलो व्यपदात् हलादेः संश अपि च न त्वा सेट् इति सूत्रस्य ज्ञानं नास्ति चेत् लेखित्वा यदा वयं वदामः तत्र भ्रमः जायते न कथं लिख् लेक् भवति अत्र तु त्वा प्रत्ययः अस्ति त्वा प्रत्ययः साक्षात् कित् इदानीं वयं जानीमः तत्र अतिदेशप्रकरणे सूत्रद्वयं दत्तं न त्वा सेट् अपि च रलो व्यब्दात् हलादेः संश्च अतः यः सेट् धातु अस्ति तत्र प्रायशः त्वा प्रत्ययनिमित्तीकृत्यः गुणः भवति इति तत्र स्मर्तव्यम् अस्तु लिख् धातुः कस्मिन् गणे अस्ति तु दाति महोदय तत्र कः विकरणप्रत्ययः तुदादिगणे? तुदादिगणे श तुदादिभ्यः शः इति. सो तत्र लिख् लिख् यदा तत्र सार्वधातुप्रक्रिया अस्ति, लिख् धातुनिमित्तीकृत्य यत्र यत्र सार्वधातुप्रक्रिया भवति तत्र कुत्र कुत्र सार्वधातुप्रक्रिया भवति लकारेषु? लट् लोट् लङ् विधिलिङ्. एतेषु लकारेषु लिख् लिख् एव तिष्ठति. किमर्थं चेत् एतेषु चतुर्षु लकारेषु तत्र विकरणप्रत्ययः श अस्ति. अत्रापि अतिदेशसूत्रं कार्यं करोति. सार्वधातुक अस्ति, प्रत्ययः सार्वधातुक अस्ति, परन्तु अपित् अस्ति. सर्वे सार्वधातुक अपित् प्रत्ययाः किं निद्वद् भवन्ति. निद्वन् भवन्ति चेत् तत्र किनिति च सूत्रस्य प्रसक्तिः भवति. सो गुणच्छेदः भवति. एतदपि आदिदेशसूत्रेण एव कार्यमस्ति. अतः लट् लोट् लङ् विधिलिङ्ग् सूत्रे लिख् धातुः कदापि अपि लेख् न भवति, लिखेव तिष्ठति. अपि च यत्र यदा शत्रुप्रत्ययः अस्ति, शानच् प्रत्ययः अस्ति, तत्र अपि लिख् लिखेव तिष्ठति. तत्रापि सार्वधातुकमपि इत्यादिदेशसूत्रं कार्यं करोति. एकवारं पश्यामः. अत्र पश्यतु, सो लट्लकाररूपं किं लिखति एव रूपं, कोऽपि गुणकार्यं तत्र न भवति. अत्र पश्य कुत्र अस्ति एकनिमिषः. इदानीं किं शेर् कृतं, वेब्सैट् दृश्यते वा? अत्र पश्यतु, लिख् दातु लिख् धातुः सोरि तुदादिगणस्य धातु लट् लकारे लिख् लिख् लिख् सर्वत्र अस्ति. अनन्तरं लोट् लकारे अपि लिख् लिख् लिख् एव. अत्र पश्यतु, लोट् लकारे अपि लिख् लङ् लकारे अपि अलिखत् अलिखताम् अलिखत् लिख् एव अस्ति. विधिलिङ्ग् लकारे अपि लिख् एव अस्ति. सार्वधातुप्रक्रियायां लिख् विषये यद्यपि उपधायां ह्रस्व इकारः अस्ति, तथापि तत्र कुत्रापि गुणः न भवति. किमर्थं चेत् लकारेषु तत्र यदा सार्वधातुप्रक्रिया अस्ति तदा श श इति विकरणप्रत्ययः, श शित्वा अस्ति परन्तु अपित् अस्ति. अतः अतिदेशसूत्रेण सह निद्वद् कार्यं करोति. निद्वद् कार्यं करोति चेत् तत्र गुणस्य निषेधः अस्ति. अनन्तरं शत्रु प्रत्यय पश्यामः. एतत् परस्मैपदी धातुः अस्ति, अतः शत्रु एव आगन्तुं शक्यते. सो लिखन् लिखन्ति लिखति इति लिख एव तिष्ठति. तत्रापि श प्रत्ययः आयाति. शत्रुप्रत्यय अपि शत्रुप्रत्ययनिमित्तीकृत्य यद्यपि कित् प्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति, तथापि तत्र सार्वधातुप्रक्रिया भवति. अन्येषु प्रत्ययेषु तु आर्धधातुप्रक्रिया अस्ति, परन्तु शत्रुशानच् विषये तु सार्वधातुप्रक्रिया. यत्र यत्र सार्वधातुप्रक्रिया तत्र तत्र कर्तरि शप् अपि च तुदादिभ्यः शः इति सूत्रस्य प्रसक्तिः अस्ति. सः सार्वधातुप्रत्ययः लकारप्रत्ययः, लकारप्रत्ययः वा कृत् प्रत्ययः, तत्र तु सार्वधातु प्रक्रिया समानं. प्रोसेस् इस् सेम्, प्रक्रिया समानं. प्रत्ययस्य स्वभावं दृष्ट्वा वयम् अवगन्तुं शक्यते अत्र सार्वधातुप्रक्रिया वा आर्धधातुप्रक्रिया. दिस् इस् द इम्पार्टेन्स् आफ् सार्वधातुक् अण्ड् आर्धधातुक् विद् रेस्पेक्ट् टु धातुस्, बिकास् एतत् संज्ञा केवलं धातुषु एव भवति. धातु अनन्तरं ये प्रत्ययाः तेषां कृते एव सार्वधातुक् आर्धधातुक् इति तत्र नामकरणमस्ति. अन्यत्र सर्वत्र सिल्यूट् अपि सामान्य आर्धधातुप्रक्रिया, सोरि प्रत्ययः. अनियर् अपि सामान्य आर्धधातुप्रत्ययः. नवुल् तु विशिष्ट आर्धधातुप्रत्ययः. किमर्थं विशिष्ट भगिनि? नित् अस्ति. अतः अत्र लिख् विषये तु तत्र इत्युक्ते लिख् विषये कोऽपि अजन्त नास्ति. अजन्त नास्ति अधुपद नास्ति उपधायां ह्रस्व अकारः नास्ति सो तत्र वृद्धिविषयः नास्ति लिख् विषये वृद्धि प्रसङ्गः नास्ति अन्ते खकारः उपधायाम् इकारः तत्र वृद्धिप्रसङ्गः नास्ति परन्तु नवुल् प्रत्ययः अपि कितनित् भिन्नः सो गुणः तु भवितुं शक्नोति लिख् लेख् भवति उगन्तलघुपदस्य च तुमुनपि सामान्य अर्धधातुप्रत्ययः कोऽपि कित्वं नास्ति नित्वं नास्ति तव्यापि सामान्य अर्धधातुप्रत्ययः सो लेख् भवति तृचपि लेख् भवति त्वाप्रत्ययः रूपद्वयं लेखित्वा लिखित्वा किमर्थं चेत् रलो रलन्तधातु अस्ति हलादि अस्ति उपधायाम् इ उ अस्ति अतः रलो व्याब्दात् हलादेः संश्च इति सूत्रेण त्वा प्रत्ययस्य कृते कित्वस्य विकल्पः अतः रूपद्वयस्य ल्याप् अपि सामान्य सोरि ल्याप् इति सूत्र ल्याप् इति प्रत्ययः कस्य स्थाने आयाति त्वा स्थाने तो त्वा प्रत्यय मूले कित्वम् अस्ति तत् कित्वं यः आदेशः आदेश स्थानिवद् आदेशः अनल् विधौ इति सूत्रम् अस्माभिः पठितं वा आदेशः स्थानिवद् भवति इति सूत्रं वदति यः आदेशः अस्ति सः स्थानिवद् भवति यथा स्थाने अस्ति स्थाने इत्युक्ते त्वा प्रत्ययः स्थाने अस्ति तस्य स्थाने ल्यपादेशः भवति कदा यदा तत्र कोऽपि उपसर्गः पूर्वे अस्ति धातु पूर्वे कोऽपि उपसर्गः अस्ति चेत् तत्र त्वाप्रत्ययस्य विवक्षा अस्ति चेत् तत्र सूत्रं वदति अत्र त्वा स्थाने ल्यपादेशः करणीयं किं महोदय किं न स्थानिवद् आदेशो अनल् विधौ इति भिन्नसूत्रं परन्तु त्वास्थाने यः ल्यबादेशः भवन्ति तत्र एकं त्वा ल्यप् इति किं सूत्रम् त्वास्थाने उपसर्ग किं सूत्रमस्ति कोऽपि जानाति वा स्मारयति वा त्वा ल्यप् तस्य कृते किमस्ति उपसर्गात् इति किमपि उपसर्गात् अनन्तरं वदामि भगिनि तत्र तत् अस्ति अहं चिन्तयामि चतुर्थ नो चेत् लक्ष्मीभगिनी स्मार्यति वा किं सूत्रं मया इदानीं सो तत्र ल्यप्रत्ययस्य उपरि कित्वम् अध्यारोपिते यदा वयं तत्र क्रूधातुः आङ् उपसर्ग योजयामः चेत् तत्र त्वाप्रत्ययः योजयामः चेत् तत्र आकृत्य इति भवति तत्र क्रूधातुः गुणः न भवति ल्यप्प्रत्ययनिमित्तीकृत्य किमर्थं तत्र ल्यप् उपरि कित्वम् अध्यारोपिते ल्यप् तु त्वास्थाने आदेशः अस्ति ल्याप् इस् नाट् एन् इण्डिपेण्डेण्ट् प्रत्ययः अतः एतत् तृतीय अध्याये अस्य विधिः नास्ति इफ् वि सी द कुत्रचित् चतुर्थ अध्याये नो चेत् चतुर्थ अध्याये पञ्चमे अथवा सप्तमे अध्याये एतत् सूत्रम् अस्ति अनन्तरं वदामि भगिनि सो ल्याप् स्थाने ल्यवादेशः भवति अपि च लेप्स् इत्यस्य कृते तत्र आकृत्य भवति इति सूत्रं, तत्र तुकागमः अपि भवति, परं किमर्थं चेत् तत्र ह्रस्वस्वरस्य अनन्तरं तुकागमः अपि भवति, अतः आकृत्य इति तत्र रूपम् अस्ति. सो तत्र ल्याप् इत्यस्य उपरि कित्वम् अध्यारोपिते, अतः लिख् विषये अपि तत्र लिख् लिखेव आलिख्य इति तत्र रूपं भवति. आलिख्य किमर्थं चेत् तत्र यः न त्वा सेट् अपि च तत्र साक्षात् त्वा विषये एव उक्तमस्ति, न तु ल्याप् विषये उक्तमस्ति. यदा त्वा स्थाने ल्यवादेशः भवति तत्र भिन्नकार्यमस्ति, तत्र न त्वा सेट् इति सूत्रं कार्यं न करोति, तत्र लिख् लिख् लिखेव भवति, तत्र गुणकार्यं नास्ति. इदानीं तत्र अग्रे वदामि तत् सूत्रं किम्. निजन्तरूपम् अपि निजन्तरूपविषये वदतु, कोऽपि वदतु. पूर्णिमा भगिनी वदति वा निजन्तरूपविषये? तूं तु ईजियर् अस्ति, लेखितुम् इति रूपम् चेतना भगिनी भवती एव वदतु. लिख् धातुः निजन्तु लिख् योग निच् हेतुमति च इति सूत्रेण निच् लिख् योग निच् भवति. इदानीं हलन्त्यं चुटु तस्य लोपः इति सूत्रेण चकारः नकारः भूत्वा लोपः भवति, इ अवशिष्यते. इदानीं लिख् गुणप्रसक्तिः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रेण लिख् लेख् भवति. लेखि इति नूतन धातु निर्मितमस्ति, सनाद्यन्तः धातवः इति सूत्रेण. इदानीं ले योग ईयोग लट् वर्तमाने लट् इति सूत्रेण लेखि योग लट् भवति. हलन्त्यं तस्य लोपः, अकारः उच्चारणार्थं ल अवशिष्यते. लस्य तिप्तस् जी इति सूत्रेण लेख् योग ई योग तिप् भवति. हलन्त्यम् इति सूत्रेण पकारस्य यत् ति अवशिष्यते, अतः लेख् योग ई योग ति भवति. सार्वधातुकप्रत्ययः अस्ति, अतः कर्तरी शप् इति सूत्रेण लेख्योग ईयोग शप्योग ति. अस्माकं धातु किं भगिनि? लिखि इति धातु अस्ति न? लेखि, सोरि, लेखि इति धातु, तत्र गुणं भवति लेख् इति धातु, नूतन धातु. इदानीं तत्र शप् प्रत्ययस्य अकारः वदतु. अतः लेख् की योग अयोग ति, हलन्त्यं लशकृतदिते भूत्वा. इदानीं ईयोग अ न शप् शप् सार्वधातुक पित् प्रत्ययः अस्ति, अतः गुणस्य प्रसक्तिः अस्ति. इदानीं लेख् योग ए योग अयोग ति भवति, लेखे योग अयोगति. एचोयवायावः इति सूत्रेण ए ऐ भवति, लेख्योग ऐ योग अयोगति, लेखयति. लेखयति इति निजन्त लकाररूपम्. माता बालकं अन्म्यूट् कर्तुं विलम्बं जातं भगिनि, अन्येका वदामि नेक्स्ट्. चिन्ता मास्तु, चिन्ता मास्तु भगिनि. तुम्नान्तरूपं तु सरलमस्ति. तुमुन् प्रत्ययनिमित्तीकृत्य अपि गुणः भवति, रूपमस्ति. अपि च तुमुन् प्रत्ययः षट् प्रत्ययः, तकारः यत्र यत्र प्रत्ययस्य तकारः दृश्यते सः वलादि वश अवशादि. अतः यदि धातु अपि सेट् अस्ति चेत् इडागमः भवति एव. तुमुन् प्रत्ययविषये तु कोऽपि निषेधः नास्ति. सो अतः रूपं किम्? लेखितुं. लेखितुं गुणः अपि भवति, इडागमः अपि भवति. सो लेखितुम् इति भवति, लेखितुम् इति रूपं भवति. इति लिखिधातुः. तथैव पठधातुः अस्ति. पठधातुः परन्तु पठधातुः सेट् धातुः. पठधातुः अपि सेट् धातु परन्तु अत्र रलो व्यपदाथलादेः संशय इति सूत्रं कार्यं करोति वा भगिनि? यदा तु आयोजयामः किमर्थम् व्यपदा नास्ति, व्यपदात् नास्ति. इ अपि च उ एव उपदायाम्. सो अत्र अत्र गुणप्रसङ्गः अपि नास्ति. आमाम्. सो अत्र त्वा प्रत्ययः न त्वा सेट् इति सूत्रेण तत् सूत्रस्य यद्यपि तत् सूत्रं कार्यं करोति यदा वयं त्वा योजयामः. किमर्थं? धातु सेट् अस्ति, सूत्रस्य प्रसङ्गः अस्ति, परन्तु किमपि कार्यं नास्ति. अत्र गुणप्रसङ्गः एव नास्ति पठधातुविषये. अतः तत्र न त्वा सेट् इत्यस्य कोऽपि कार्यं नास्ति. वयं पाठयोग त्वा कुर्मः. इति तत्र अत्र किमस्ति? पठित्वा इडागमः भवति, त्वापि सेट् अस्ति, इडागमः भवति, पठित्वा इति रूपम्. अपि च तुमुन् विषये तुमुन् पठ्योग तुम् अवशिष्यते. अत्रापि द्वयोः सेट् अस्ति, अतः पठितुम् इडागमः भवति. पठितुम् इति रूपमस्ति. केवि महोदय, निजन्त लट्लकाररूपविषये वदति वा पाठधातुः? सेट् अस्ति न, हा सेट् अस्ति इडागम्. अस्माकं विवक्षा किम्? ओके, निच् निच् वाट् इट् भगिनी हेतुमति च इत्यनेन निच् आयाति. सो किटु एण्ड् हलन्त्यम् इत्यनेन चकारस्य णकारस्य इति भवति, तस्य लोपः. सो इकारे एव अवशिष्यते. सो पठ योग इ णिच् आर्धधातुकम् आर्धधातु प्रत्ययः अस्ति, आर्धधातु प्रत्ययः अस्ति. एण्ड् णिच् आर्धधातुकस्य डबलादेः णिच् इति आर्धधातुप्रत्ययः अस्ति, अपि च विशिष्ट आर्धधातुप्रत्ययः. सो निष्ठो सेट् अस्ति न, निष्ठो सेट् अस्ति, इकारः तत्र अवशिष्यते. इकारः विलति अस्ति वा? सुवर्णः नास्ति. यदा तत्र धातोः अनन्तरं विशिष्ट अर्धधातुप्रत्ययः अस्ति चेत् तत्र किं कार्यं कस्य कार्यस्य प्रसङ्गः वृद्धिकार्यं सत्यं वृद्धिकार्यं प्रसङ्गः अस्ति वा पाठविषये पाठ अकार अच्छा हा अत्र वृद्धिकार्यं तु आ ए ओ वृद्धि कुत्र कुत्र भवति अन्ते वा उपदाया उपदायां कस्य वर्णस्य वृद्धिः उपदायां अकारस्य अकारस्य वा एकारस्य ओकारस्य न उपदायां केवलम् अकारस्य वृद्धिः उपदायां केवलम् अकारस्य सो अकारस्य आकार भवति सो अत्र उपदायां कः वर्णः अकार अस्ति पठ नीच् प्रत्ययः यदा वयं कोऽपि नीच् नित् प्रत्ययः योजयामः सर्वदा तत्र वृद्धिविषये आदौ चिन्तनीयं प्रथमे वृद्धिविषये चिन्तनीयम् पाठयोग नीच् इति स्थित्यां सो फस्ट् पठ सो पाठ भवति पाठयोग इ सूत्रं किं सूत्रमपि वक्तव्यम् अत् उपदाय वृद्धि भवति अत् उपदाय न अत् उपदायाः सो यदा तत्र नीच् प्रत्ययस्य इकारः अवशिष्यते नीच् प्रत्ययः यद्यपि अर्धधातुप्रत्ययः परन्तु बलादि नास्ति अत्र इडागमस्य कोऽपि कार्यमेव नास्ति सो पठ् पाठ भवति तो पठ पाठ एंड इकार आयाति सो पाठी पाठ पाठी दैट इज सनादि सनाद्यन्तः सनाद्यन्तः सो पाठी इति नूतन धातु सो पाठी तो पाठी पाठी वर्तमाने लट् लट् लकार अति आयाति सो देट् उपदेश सो लकार देन् तिप्तस् जी सिप्थस् सोरि लस्य देन् लस्य लक् तिप्तस् जी सिप्तस्थ मिप्वस् मस् तातां झ थास् अथां द्वम् इट् वहि महीं इड् वहिं वहि महीं इत्यनेन तिप् आयाति तिप् तिप् सो पकारस्य न न न एकनिमिषः भगिनि सोरि महोदय निचश्च इति सूत्रेण किं कार्यं मया पूर्वस्मिन् कुत्रचित् कस्मिंश्चित् वर्गे उक्तं न एतत् पाठी निजन्त अस्ति निजन्तदातुः सो निजन्तदातुविषये पदव्यवस्थाविषये कथं चिन्तनीयम् तत्र सूत्रमस्ति निचश्च निचश्च इति सूत्रे कर्तृ अभिप्राये क्रियाफले इत्युक्ते मूले निजन्तदातुः अनन्तरम् आत्मनेपदिप्रत्ययः आयान्ति परन्तु अस्माकं विवक्षा तु परस्मैपदी इत्यस्य अस्ति सो अत्र शेषात् कर्तरि परस्मैपदम् इति सूत्रेण इत्युक्ते आर् यु अण्डर्स्टाण्डिङ्ग् महोदय, सर्वे ये निजन्तदातवः सन्ति यथा पाठी आत्मनेपदी, बट् पाठी इस् परस्मैपदी. परन्तु पाठ वी आर् नाट् डिस्कसिङ्ग् पाठ न, वी आर् डिस्कसिङ्ग् पाठी. पाठी इस् अ निजन्तदातु, नूतनदातु अस्ति, निजन्तदातु अस्ति पाठतो. सो अतः निजन्तदातु विषये निचश्च इति सूत्रं कार्यं करोति. निचश्च इति सूत्रेण तत्र कर्त्री अभिप्राये क्रियाफले आत्मने पदम् इति तत्र एतेषां पदानाम् अनुवृत्तिः अस्ति. सो मूले उत्सर्ग सामान्यरूपेण ये निजन्तदातवः सन्ति यथा पाठी, तेषाम् अनन्तरं कर्त्री अभिप्राये क्रियाफले, यदा क्रियायाः फलं कर्तारं प्रति गच्छति इत्युक्ते ते उभयपदिनः सन्ति, देविकम् उभयपदी. सर्वे निजन्तदातवः उभयपदिनः सन्ति. किमर्थं चेत् तत्र निचश्च इति सूत्रं कार्यं करोति. निचश्च इति सूत्रेण कर्त्री अभिप्राये क्रियाफले आत्मने पदम्. सो यदि क्रियायाः फलं कर्तारं प्रति गच्छति, यद्यपि सः निजन्त अस्ति, तत्र आत्मनेपदीप्रत्ययः योजनीयं. परन्तु अस्माकं विवक्षा तु इत्युक्ते वी डोण्ट् वाण्ट् देट् क्रियायाः फलं कर्तारं प्रति न गच्छति, अन्येषां कृते गच्छति. अतः शेषात् कर्तरि परस्मैपदम् इत्यनेन तत्र परस्मैपदी प्रत्ययः आयाति. तिप् इति परस्मैपदी संज्ञक प्रत्ययः, अतः अत्र तिप् आयाति. सो यदा यदा तत्र निजन्तदातु अस्ति तदा तदा तत्र निचश्च इति सूत्रस्य अपि प्रसङ्गः आयाति. सो तत्र विवक्षानुगुणमेव कार्यं करणीयम्. अस्माकं विवक्षा प्रथमपुरुष एकवचनस्य प्रत्ययस्य अस्ति. अत्र क्रियायाः फलं कर्तारं प्रति न गच्छति, क्रियायाः फलं तत्र अन्येषां प्रति गच्छति. अतः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण तिप्. इदानीं वदतु. पाठी योग तिप् देन् हलन्त्यम् तस्य लोपः सो ति पाठी योग ति देन् कर्तरि शप् त्रेण शप् मध्ये आयाति. सो पाठी योग शप् योग ति देन् लशक्कु तदिते एवं च हलन्त्यम् इत्यनेन भवति तस्य लोपः अवशिष्यते. योग इत् अनन्तरं लोपः, अनन्तरं लोपः. सो पाठी योग अयोग ति नौ. सो पाठी अन्ते इक् अस्ति, अतः सार्वधातुकार्धधातुकयोः गुणप्रसङ्गः अस्ति. इकारस्य एकारः भवति. पाठे योग अयोगति देन् पाठे एचो यवायावः देन् एकारस्य ऐ अयादेशः अयादेश एकार स्थाने ऐ आदेशः भवति. सो पाठ योग ऐ योग अयोग ति. सो वर्णमेलनेन पाठय योग ति पाठयति पाठयति. यदा वयं वदामः आचार्यः पाठयति, सो अत्र क्रियायाः फलं कर्तारं, कर्ता अस्ति आचार्यः. क्रियायाः फलं कर्तारं प्रति न गच्छति, क्रियायाः फलं कस्यचित् शिष्यस्य प्रति गच्छति. सो आचार्यः टीचर्स्, he is not reading himself. No, he pathyati, he is teaching. He is teaching. कश्चित् अन्येषां प्रति गच्छति, पाठयति. आचार्यः पठति, आचार्यः पाठयति, तत्र भेदः अस्ति. धन्यवादः. भवती निच्पद्य सर्वदा उभयपदी भवति खलु? आम्. निचश्च इति सूत्रेण ते उभयपदिनः भवन्ति. सूत्रे तत्र स्त्रियभिप्रायक्रियाफले आत्मने पदम् इति तत्र सम्पूर्णसूत्रं भवति. सो यदि क्रियायाः फलं कर्तारं प्रति गच्छति तदा एव आत्मनेपदं, नो चेत् शेषात्मरीत्या परस्मैपदम्. अतः लेखयति लेखयत द्वयोः रूपं भवति प्रायशः तत्र निजन्तेषु तत्र रूपद्वयस्य सिद्धिः उभयपदिः अस्ति. तत्र स्मर्तव्यम्. अत्र दत्तं वा न दत्तं, हाव् डे अप्डेटेड्, ऐ डोण्ट् नो कुत्र अस्ति निजन्तकर्तरि. अत्र पश्यतु, भू धातुः निजन्त परस्मैपदीरूपम् अपि अस्ति, आत्मनेपदीरूपम् न दृश्यते. ब्लाक् इदानीं दृश्यते, अत्र भूधातुः, मया भूधातु निजन्तकर्तरि, सो तत्र निजन्त परस्मैपदीरूपम् अपि अस्ति, बिकास् निच् प्रत्ययः अत्र निचश्च इति सूत्रं कार्य उभयपदी भवति, अतः आत्मनेपदीरूपमपि अस्ति, परस्मैपदीरूपम् अस्ति. केन सूत्रेण? निचश्च इति सूत्रेण. यथा तत्र स्वरितनित्यकर्त्री अभिप्रायक्रियाफले यः स्वरितेत् धातुः, नो चेत् नित्धातुः अस्ति, सः अपि उभयपदी भवति, तथैव निजन्तधातवः. निजन्तधातु धातु अपि उभयपदिनः. अस्तु, कोऽपि प्रश्नः अस्ति वा? सो अस्माभिः अद्य एकं नूतनं सूत्रं पठितं, रलो व्यपदात् हलादेः संश्च, अपि च एकम् अन्यत् पठितं, नत्वा सेट्. एकवारं पुनः चिन्तनम् एतस्य विषये पठतु, अपि च तत्र त्वास्थाने ल्यपादेशः यः भवति समासे, सूत्रमस्ति समासे आनायि पूर्वे, एकनिमिष सूत्रपाठः. तेन सूत्रेण समासे, एतत् अस्ति सप्तमध्याये, एतत् सूत्रमस्ति समासे न्यै पूर्वे, इत्युक्ते न्यै समासः यत्र अस्ति, त्वा इत्यस्य स्थाने ल्यपादेश, त्वा ल्यप् अन्यतरस्याम् इत्युक्ते समासे, अत्र पश्यतु समासे अनै पूर्वे त्वा इत्यस्य ल्यप् इति अयम् आदेशो भवति. प्रकृत्य, प्रकृत्य इति अत्र समासः अस्ति, अपि च अत्र उपसर्गः अपि अस्ति इति तत्र एतत् सूत्रम् अस्ति. सो अनेन सूत्रेण एव तत्र त्वास्थाने ल्यवादेशः भवति, एतत् सूत्रमस्ति. तत् सूत्रमपि तत्र अस्सि वासु इति तत्र इङ्ग्लिश् मध्ये किमपि व्याख्या दत्तम् अस्ति, तत्र वयम् अवगन्तुं शक्यते. इदानीं तु स्थगामः, प्रश्नः नास्ति चेत् अत्र स्थगामः. सो इदानीं तत्र केवलं चलदातु अस्ति, तस्य विषये अपि गृहकार्यरूपेण चिन्तयतु. चलपि तत्र उपधायां ह्रस्वाकारः अस्ति, तदादिगणस्य धातु अस्ति. सो तत्रापि एकवारं पठतु चलविषये. इदानीं स्थगामः, शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते.